अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतं। तर्हि इदानीं वयं तत्र व्यतिरेकव्याप्तिः इति प्रसङ्गे स्मः। अत्र व्यतिरेकप्राप्तिः, तस्य पञ्च अवयवाः के के इति वयं दृष्टवन्तः। तत्पूर्वम् अन्वयव्याप्तिविषये किञ्चित् अधीतवन्तः, तदनन्तरं व्यतिरेकव्याप्तिः, तत्र पञ्च अवयवाः के इत्यपि अस्माभिः ज्ञातवन्तः, ज्ञातं। तर्हि इदानीं तत्र यथा अन्वयव्याप्तिप्रसङ्गे वयं शास्त्रीयरीत्या अन्वयव्याप्तिः इत्युक्ते किम् इति दृष्टवन्तः, तत् कोऽपि स्मरति वा? तत्र अन्वयव्याप्ति शास्त्रीय लक्षणं किम् आसीत् इति? धूमाधिकरणवृत्ति अत्यन्तभाव प्रतियोगी तद् सत्यं, तदेव धूमाधिकरणवृत्ति अत्यन्तभाव अप्रतियोगी वह्नि धूमसामाधिकरण्यं वह्नि न वह्निसामाधिकरण्यं धूमः वह्निसामाधिकरण्यम् इति तत्र व्याप्तिः वह्निसामाधिकरण्यम् अस्ति धूमे खलु। तर्हि तत्र हेत्वाधिकरणवृत्ति अत्यन्त अभावप्रतियोगी साध्यसामानाधिकरण्यं व्याप्तिः इति तत्र व्याप्तेः स्वरूपं दृष्टवन्तः। इदानीं तद्वत् व्यतिरेकव्याप्तिः तस्य स्वरूपं किम् इति अद्य किञ्चित् परिशीलयामः। तस्य पूर्वं तत्र पञ्च अवयवाः के इति कोऽपि वक्तुं शक्नोति वा? तत्र सुनील् महोदय, भवान् वदति वा? अत्र पञ्च अवयवाः अत्र प्रथम अस्ति प्रतिज्ञावाक्यं, द्वितीयः हेतुवाक्यं, तृतीयम् उदाहरणवाक्यं, चतुर्थम् उपनयवाक्यम्, अनन्तरं निगमनवाक्यमिति। प्रतिज्ञावाक्यं पर्वतः पन्यमानिति, हेतुवाक्यं धूमवत्वात् इति, उदाहरणवाक्यं वन्यभाववान् सः, अत्र सर्वे अपि धूमाभाववान् इति यदा जलमिति। उपनयवाक्यं न तथा चायमिति, अतः एषः पर्वतः तथा न इति, अतः हेतुः नास्ति इति न भवति इति अस्ति अत्र, अतः हेतुः अस्ति इति एव। अनन्तरं निगमनवाक्यम् अस्ति, तस्मात् न तथा इति, इत्युक्ते अत्र हेत्वभावात् न तथा, नाम वन्यभाववान् न, इत्युक्ते हेतुः अभावः नास्ति इति न, अतः हेतुः अस्ति। एवं वन्य अभाववान् न, इत्युक्ते वन्यः अस्ति इति। सम्यक्। तर्हि व्यतिरेकव्याप्तिम् उपयुज्य वयम् इदानीं तत्र पर्वतः वन्निमान् इति साधितवन्तः। तर्हि तत्र कथं तत्र पर्वते वह्निः धूमः अस्ति चेत् वह्निः अपि अस्ति इति तत्र साधितवन्तः। तर्हि तत्र कथं भवति इति, तर्हि इदानीम् अग्रे तत्र व्याप्तेः स्वरूपं कीदृशं, व्यतिरेकव्याप्तिप्रसङ्गे व्याप्तेः स्वरूपं कीदृशम् इति वयं किञ्चित् परिशीलयामः। तर्हि महोदय, भवान् एव किञ्चित् अग्रे पठति वा? तत्र उपरि इति तत्पूर्वम् अत्र वस्तुतः इति अस्ति खलु, तत् पठित्वा अग्रे। अत्र वस्तुतः केवलं पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनं, नाम द्वितीयवाक्यम् अत्र उदाहरणवाक्यं सत्यं, किन्तु अत्र पक्षे तथा नास्ति, अत्र उपनयवाक्यं तथा नास्ति इत्यस्य कथनेन तृतीयं वाक्यम् अस्ति, अत्र निगमनवाक्यम्, अनेन च साध्यं सिद्ध्यति। इतोपि पूर्वं वयं व्यापकः विषये बिन्दुत्रयं दृष्टवन्तः। यत्र व्याप्येन व्यापकः सिद्ध्यति, व्यापकाभावेन व्याप्याभावः सिद्ध्यति, व्याप्याभावाभावेन व्याप्यकाभावभावः सिद्ध्यति इति। तद् एतानि वाक्यानि उपयुज्य एव अत्र नास्ति इति अपि वयं जानीमः। अत्र यदा उपनयवाक्यम् अस्ति अत्र तथा नास्ति इति, तत् पूर्वोक्तरीत्या बिन्दुद्वयं स्वीकृत्य एव इति, अतः निगमनवाक्यमपि नास्ति नास्ति इति एव स्वीकृत्य साध्यम् अस्ति इति वयं स्वीकुर्मः। इत्युक्ते अस्माकं तत्र वाक्यत्रये इतः पूर्वं यत् वाक्यत्रयं वयं दृष्टवन्तः, तत्र द्वितीयं वाक्यम् आसीत्, इत्युक्ते तत्र व्यापकाभावः, यत्र व्यापकाभावः तत्र व्याप्याभावः इति, तदेव वस्तुतः अस्माकम् उदाहरणवाक्यं भवति अत्र, यो यो वन्यभाववान् स सर्वोऽपि धूमाभाववान् इत्यत्र अस्माकं द्वितीयवाक्यस्य एव अत्र उपयुक्तं। तर्हि तदनन्तरं तृतीयवाक्यं यदासीत्, इत्युक्ते यत्र यत्र व्याप्याभावाभावः तत्र व्यापकाभावाभावः इति, तदस्ति तत्र चतुर्थपञ्चवाक्यद्वयं मिलित्वा तस् अस्माकं तृतीयवाक्यं भवति, वस्तुतः चिन्तयामः चेत्। इत्युक्ते चतुर्थे वाक्ये तत्र पक्षः हेमा क्षम्यतां हेत्वाभाववान् न, इत्युक्ते पक्षः हेत्वाभावाभाववान् इति चतुर्थे वाक्ये, पञ्चमे वाक्ये अस्ति हेत्वाभावाभाववान् इत्युक्ते तत्र साध्याभावाभाववान् अपि इति कृत्वा, तत्र यत्र यत्र व्याप्याभावाभावः तत्र व्यापकाभावाभावः इति अन्ततो गत्वा तदेव आगतम् इति एव अस्ति। तर्हि एतावत्पर्यन्तं स्पष्टम्? किञ्चित् भ्रमः भगिनि, द्वितीयवाक्यं तृतीयवाक्यम् अत्र अस्मिन् परिच्छेदात् पूर्वं पञ्चावयववाक्यानि दत्तमस्ति, तदेव वा? न न न, तृतीयं वाक्यम् इत्युक्ते उपरि तत्र चित्रमस्ति खलु, तस्य उपरि वाक्यत्रयम् आसीत् यद्वयं गतकक्षायां परिशीलितवन्तः। प्रथमम् आसीत् यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, द्वितीयमासीत् यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः, तृतीयमासीत् यत्र यत्र व्याप्याभावाभावः तत्र तत्र व्यापकाभावाभावः इति। अस्तु, इदानीं दृष्ट्वा तर्हि तत्र द्वितीयतृतीयवाक्यमेव तस्य विषये एव वयम् इदानीम् उक्तवन्तः। इदानीम् अवगतं सन्दर्भः किम् इति। अस्तु, तर्हि भवानेव अग्रे पठतु महोदय। उपरि इति आरभ्य किल? तत् गतवर्गे वयं न कृतवन्तः वा? न। ओ अस्तु। उपरि अन्वयव्याप्तिप्रसङ्गे अस्माभिः दृष्टं यत् धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निसामानाधिकरण्यम् इति व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः। अधुना एवमेव व्यतिरेकव्याप्तिस्थले साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति व्याप्तिः. तावत्पर्यन्तं प्रथमम् अहं वदामि भगिनि. उपरि अन्वयव्याप्तिप्रसङ्गे अस्माभिः दृष्टं यत् धूमाधिकरणवृत्ति धूमस्य अधिकरणं तु पक्षः, तस्मिन् वृत्तिः धूमाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगि वह्निसामानाधिकरण्यम् इति व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः. साध्यस्य व्याप्तिः, व्याप्तिः इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः, तादृशवाक्यम् इति अहं चिन्तयामि. न, व्याप्तिः इति वयं हा इत्युक्ते तत्र अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इति वयं तस्यैव प्रसङ्गे स्मः खलु. यदा वयम् अन्वयव्याप्तिप्रसङ्गे दृष्टवन्तः पूर्वं, तत्र व्याप्तेः स्वरूपं भिन्नं भवति. इत्युक्ते व्याप्तिज्ञानं तु द्वयोः स्थलयोः अपि भवति, परन्तु व्याप्तिः कीदृशी इति चिन्तयामः चेत् तत्र व्याप्तेः स्वरूपं भिन्नं भवति खलु. यत् सत्त्वे यत् सत्त्वम् इति अन्वयव्याप्तिः, सत्यं यदभावे तदभावम् इति व्यतिरेकव्याप्तिः इति तु सत्यं. सत्यं, तर्हि अन्वयव्याप्तिः कीदृशः इत्युक्ते, इदानीं विद्याशङ्कर् महोदय अपि कक्षा आरम्भे उक्तवान् खलु, तत्र हेत्वाधिकरणवृत्ति अत्यन्त अभाव प्रतियोगी साध्यसमानाधिकरण्यम् इति अन्वयव्याप्तिः. तदेव अत्र पुनः किञ्चित् स्मरणार्थं दत्तं, तावदेव. एतत्तु वयं परिशीलितवन्तः पूर्वं. तस्मिन् विषये किञ्चित् वदति वा, धूम अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्नि सामानाधिकरण्यम् इत्येव अन्वयव्याप्ति वाक्यम् इत्युक्ते तत्र धूमस्य अधिकरणं किं, पक्षः पति पर्वतः, पर्वतः पर्वते वृत्ति इत्युक्ते विद्यमान आदेयत, सत्यं. तर्हि पक्षे विद्यमानं विद्यमानः अत्यन्त अभावः इत्युक्ते पक्षे अत्र भिन्नभिन्न अत्यन्त अभावाः, अनेकाः अत्यन्त अभावाः सन्ति परन्तु कस्य अत्यन्त अभावः नास्ति इत्युक्ते साध्यस्य खलु. तर्हि अप्रतियोगी भवति साध्यः अत्र वह्नि. आम् आम् वह्नि तादृशवह्नि तस्य सामानाधिकरण्यं भवति हेतौ. वह्निः वह्निः धूमः, हेतुः इत्युक्ते धूमः, वह्नि धूमः मध्ये सामानाधिकरण्यमस्ति. वह्निधूमौ समानाधिकरणौ, तर्हि सामानाधिकरण्यं भवति तादृशवह्नेः सामानाधिकरण्यम् अस्ति हेतौ. तत् सामानाधिकरण्यम् एव व्याप्तिः. व्याप्तिः अपि कुत्र भवति, व्याप्तिः अपि हेतौ एव खलु. यत् सत्त्वे तत् सत्त्वम् इति यत्र यत्र वह्निः तत्र तत्र धूमः खलु. नास्ति, यत्र यत्र धूमः, सत्यं, यत्र यत्र धूमः तत्र तत्र वह्निः इति. तर्हि तत्र धूमः इति हेतुः, हेतौ अस्ति व्याप्तिः. हेतौ अस्ति व्याप्तिः इति मया न अवगतम्. व्याप्तिः इत्युक्ते किम् अत्र? व्याप्यः इति अहम् अवगतवान्, व्यापकः अपि तत्पदमपि मया अवगतं, किन्तु व्याप्तिः? तर्हि व्याप्यः इत्युक्ते किम्? यस्य न्यूनवृत्तित्वम् अस्ति तत् व्याप्यः. सत्यं, व्यापकः इत्युक्ते यस्य अधिकवृत्तित्वम् अस्ति. अत्र उदाहरणे धूमः व्याप्यः, वह्निः व्यापकः. इदानीं धूमः कीदृशः इति इत्यत्र किं तत्र परामर्शज्ञानम् इति वयं पूर्वं दृष्टवन्तः खलु, तत्र वह्निव्याप्य धूमवान् पक्षः इति वयं दृष्टवन्तः. आम्, तर्हि धूमः कीदृशः इत्युक्ते वह्निव्याप्यः धूमः इति सत्यं. वह्निव्याप्यः धूमः इति वा? हा, वह्निना व्याप्यः धूमः खलु. वह्निना व्याप् किञ्चित् भ्रमः आगच्छति किमर्थमिति न जाने. वह्निना व्याप्यः व्याप्यः अत्र अहं तु पठामः तत्र किम् अस्ति तत्र च सप्तसु पर्वतेषु धूमः अत्र अत्र अस्ति. वह्न्यभावेन स च सः न अत्र तृतीयविभक्ति अस्ति. कथम् अस्ति मम न क्षम्यतां भगिनि, भवत्याः आशयः कः इति अहं न अवगतवती, भवती किं वक्तुम् इच्छति इति. तत्र च सप्तसु पर्वतेषु धूमः तत् न एकक्षणं, तत्र किञ्चित् भिन्नप्रसङ्गः खलु, तत्र व्याप्तिः इत्युक्ते भावेन तत् अस्ति इति अहं आवां वदामः वयं वदामः लास्ट् वीक्. हा हा, तत् परन्तु तत् किञ्चित् भिन्नप्रसङ्गः इदानीं महोदय. अन्वयव्याप्तिविषये एव. आम्, हा, प्रसङ्गः किञ्चित् इतोपि, व्याप्तिः इत्युक्ते कः इति सः पृच्छति. तर्हि वह्निना व्याप्यः धूमः इति वदामश्चेत् तत्र व्याप्यः इत्युक्ते न्यूनवृत्तित्वम् अस्ति इति. यस्य न्यूनवृत्तित्वमस्ति तदेव व्याप्यः इत्युक्ते यस्य अपेक्षया इति पृच्छति चेत् वह्नि अपेक्षया धूमस्य न्यूनवृत्तित्वम् अस्ति इति कृत्वा वह्निना व्याप्यः धूमः इति अवगन्तव्यं वा? सत्यं सत्यं. हा, इदानीम् अवगतम्. हा, तर्हि वह्निना व्याप्यः धूमः, वह्निव्याप्य धूमः इति वदामः चेत् वह्निव्याप्तिः धूमे अस्ति खलु. वह्निव्याप्तिः धूमे अस्ति, ओ तदेव व्याप्तिः इत्यस्य. हा, इदानीम् अवगतं भगिनि. हा, तर्हि धूमे, हा हा, चिन्ता नास्ति महोदय. वह्निव्याप्तिः धूमे अस्ति चेत् धूमः इति इदानीं हेतुः, तर्हि हेतौ एव व्याप्तिः अस्ति. आम्, तत् इत्युक्ते साध्यव्याप्तिः हेतौ अस्ति, व्याप्तिः साध्यस्य, साध्यव्याप्तिः अस्ति हेतौ, परन्तु कीदृशव्याप्तिः इति अस्माभिः परिशीलनीया. तर्हि अन्वयव्याप्ति इति भवति चेत् तत्र वयं तस्य स्वरूपं किम् इति दृष्टवन्तः. तत्र धूमाधिकरणवृत्ति अथवा हेत्वाधिकरणवृत्ति अत्यन्त अभावप्रतियोगी साध्यसमानाधिकरण्यम् इति अन्वयव्याप्तेः स्वरूपम्. आम् आम्, इदानीं व्यतिरेकव्याप्तेः स्वरूपं किम् इति अस्माकं चर्चा जायमाना. अस्तु अस्तु अस्तु भगिनि. तर्हि तत्र प्रथमवाक्यं केवलं स्मारणार्थमेव, अन्वयव्याप्तिः इत्युक्ते किम् इति यद् वयं पूर्वम् अधीतवन्तः, तत्र इदानीं सर्वेषां स्पष्टता स्यात्. भगिनि, एकः प्रश्नः अस्ति, अत्र वह्निसमानाधिकरणं धूमः वा पक्षः वा, हेतो वा पक्षे वा समानाधिकरणं? समानाधिकरणं तु पक्षः खलु, परन्तु समानाधिकरण्यम् इति भावः अत्र. तत् पर्वते न हेतौ, तत् मम प्रश्नः. पूर्वं हेतौ हेतौ समानाधिकरण्यम् इति मया श्रुतं, तथा वा? सत्यं हेतौ एव इत्युक्ते हेतुः अपि च वह्निः साध्य इत्युक्ते धूमः अपि च वह्निः खलु धूमवह्नि द्वयमपि तत्र तस्य अधिकरणं किम् इत्युक्ते पक्षः तर्हि द्वौ अपि समानाधिकरणौ किन्तु समानाधिकरणं हेतौ इति तथा नास्ति हा समानाधिकरणीयं पक्षे न एकक्षणं क्षम्यतां महोदय तत्र द्वौ अपि समानाधिकरणौ इदानीं समानाधिकरणस्य भावः अस्ति समानाधिकरण्यं समानाधिकरण्यमस्ति हेतौ अपि अस्ति पक्षे अपि न हेतौ अपि च साध्ये हेतुः साध्यं द्वयोः समानाधिकरणत्वं खलु वर्णमपि समानाधिकरणं तर्हि केवलं हेतौ न द्वयमपि अस्ति परन्तु अत्र वह्निसामानाधिकरण्यम् इति वदामः चेत् तत् हेतौ अस्ति धूमसामानाधिकरण्यं वह्ने धन्यवादः अस्तु पुष्पा भगिनी इदानीं भवत्याः प्रश्नः अथवा किमपि वक्तुम् इच्छति वा प्रश्नः नास्ति विवरणं कृतवती हा हा हा अस्तु धन्यवादः भगिनि तर्हि शुकान महोदय भवान् इदानीम् अग्रे तत्र अधुना इति आरभ्य अधुना एवमेव व्यतिरेकव्याप्तिस्थले साध्य अभाव व्यापकीभूत अभावप्रतियोगित्वम् इति व्याप्तिः इदानीं व्यतिरे हा अग्रे पठतु यतोहि तस्य विवरणम् अग्रे अस्ति तदनन्तरं पुनः अत्र आगत्य किञ्चित् चर्चां कुर्मः अस्तु भगिनि साध्य अभावं प्रति हेत्वभावः व्यापकः तस्य च प्रतियोगी हेतुः हेत्वभावस्य प्रतियोगी इति कथनेन किं सिद्ध्यति हेत्वभावभावः अत्र च स्मर्तव्यं यत् उपरि दत्तेषु त्रिषु वाक्येषु द्वितीयम् अस्ति यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः नाम यत्र साध्यं नास्ति तत्र हेतुः अपि नास्ति तृतीयं च यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावभावः तत्र तृतीयवाक्यस्य हेत्वभावाभावः द्वितीयवाक्यस्य हेत्वभावः इत्यस्य प्रतियोगिस्वरूपः अनेन सर्वं सुलभं यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति द्वितीयं वाक्यं सत्यमेव किन्तु अस्मिन् पर्वते धूमाभावः नास्ति अतः धूमाभावभावः अस्ति धूमाभावभावः धूमाभावाभावः च धूमाभावस्य प्रतियोगिस्वरूपः साध्याभावव्यापकीभूताभावः अस्मिन् यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति अर्थः अन्तर्गतः नाम द्वितीयवाक्यम् अनेन व्यक्तीकृतं तदा साध्याभावव्यापकीभूताभावस्य प्रतियोगी प्रतियोगी इत्यनेन हेत्वाभावभावः नाम तृतीयवाक्यस्य प्रथमं पदम् द्वितीयवाक्यं सत्यम् अस्ति चेत् तृतीयवाक्यमपि सत्यम् इति जानीमः तर्हि हेत्वाभावाभावः अस्ति इति कारणतः साध्याभावाभावः अपि अवश्यम् अस्ति साध्याभावाभावः इत्युक्ते साध्यमेव अतः साध्यमस्ति अनेन च व्यतिरेकव्याप्या व्याप्या नाम अभावस्य व्याप्त्या साध्यस्य अस्तित्वं सिद्ध्यति अनेन च व्यतिरेकव्याप्त्या नाम अभावस्य व्याप्त्या साध्यस्य अस्तित्वं सिद्ध्यति एवं च द्वितीयतृतीयवाक्याभ्याम् अनुमितिः इति ज्ञानं भवति इदानीं प्रायः अधुना एवमेव व्यतिरेकव्याप्तिस्थले साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति व्याप्तिः तत् प्रायः अनन्तरं पुनः पश्यामः साध्याभावं प्रति हेत्वभावः व्यापकः साध्य अभावं साध्यस्य अभावं प्रति हेतोः अभावः व्यापकः इति यत्र व्यतिरेकस्थले तत्र वैपरीत्यं भवति इति पूर्वं वयं दृष्टवन्तः. अन्वयस्थले साध्यमेव व्यापकः हेतुः व्याप्यः किन्तु अभावस्थले तत्र वैपरीत्यं भवति साध्य अभावः व्याप्यः भवति हेत्वभावः व्यापकः भवति तस्य च प्रतियोगी हेतुः तस्य इत्युक्ते साध्य अभावं प्रति हेत्वभावः हेत्वभावः व्यापकः तस्य इत्युक्ते साध्य अभावस्य न हेत्वभावस्य हेत्वभावस्य इत्युक्ते व्यापकस्य प्रतियोगी हेतुः ओ हेत्वभावस्य प्रतियोगी हेतुः एव आम् कथं किञ्चित् तत्र विवरणं ददातु यस्य अभावः तत् तस्य प्रतियोगी इति प्रतियोगस्य लक्षणं प्रतियोगेः लक्षणं वयं दृष्टवन्तः पूर्वं यस्य अभावः तत् सः प्रतियोगी इति सत्यम् इत्युक्ते इदानीम् अभावः अस्ति चेत् यस्य आनयनेन तद् अभावः नश्यति सः अस्ति प्रतियोगी तर्हि हेत्वभावस्य प्रतियोगी हेतुः एव भवति आम् तदेव अत्र उक्तं तस्य च इत्युक्ते हेत्वभावस्य प्रतियोगी हेतुः हेत्वभावस्य प्रतियोगी इति कथनेन किं सिद्ध्यति हेत्वभावाभावः हेत्वभावाभावः हेत्वभावस्य प्रतियोगी हेतुः इति वक्तुं शक्यते अपि च हेत्वभाव अभावः इति अपि वक्तुं शक्यते तदेव अत्र स्वीकरणीयं किमर्थम् इत्युक्ते इदानीं वयं व्यतिरेकव्याप्तिस्थले स्तः इति कृत्वा स्मः इति कृत्वा हेत्वभावभावः एव हेत्वभावस्य प्रतियोगी इति पर्यवसति अत्र च स्मर्तव्यं यत् उपरि दत्तेषु त्रिषु वाक्येषु द्वितीयम् अस्ति यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः नाम यत्र साध्यं नास्ति तत्र हेतुः अपि नास्ति इति वाक्ये द्वितीयवाक्ये दत्तमस्ति यत्र यत्र साध्याभावः तत्र तत्र हेतोः अभावः यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः अपि नास्ति इति एव द्वितीयवाक्यं तृतीयं च क्षम्यता महोदय तत्र पूर्वं हेत्वभावस्य प्रतियोगी इति कथनेन किं सिद्ध्यति हेत्वभावाभावः इत्यत्र यद्भवान् उक्तवान् तत् सत्यमेव अपि च तत्र हेत्वभावस्य प्रतियोगी इत्युक्ते हेत्वभावः नास्ति इति एव वस्तुतः खलु इत्युक्ते हेतोः आनयनेन हेतु अभावः नश्यति हेतु अभावस्य हेतु अभावः नास्ति इति इत्युक्ते किं हेतु अभावस्य अभावः अस्ति इति तर्हि हेतु अभाव अभावः इति अपि तद् वक्तुं शक्नुमः इत्युक्ते केवलं व्यतिरेकप्रसङ्गे स्मः इति कृत्वा तथा इति न हेत्वभावस्य प्रतियोगी हेत्वभावाभावः इति अपि वक्तुं शक्नुमः आम् किन्तु तत् हेतुः एव सूचयति हेत्वभावाभावः इत्युक्ते हेतुः एव सत्यं किमर्थमित्युक्ते हेतुः एव पदार्थः किल हेत्वभावाभावः इति यद्यपि वदामः अभावः पदार्थः खलु आम् किन्तु अभावस्य आनयनं वया न कर्तुं शक्यते किल सत्यं परन्तु तद् नास्ति इति कृत्वा अभावस्य अभावः अस्ति हा सत्यं तदेव इत्युक्ते तत्र वाक्यशैली एव तावदेव इत्युक्ते तत्र पूर्वमपि वयं दृष्टवन्तः खलु तृतीयं वाक्यं प्रथमवाक्यं द्वयोः तत्र वस्तुतः भेदः नास्ति इति तत्र केवलं वाक्यशैली एव अतः एव मया उक्तं अभावस्य आनयनं न कर्तुं शक्यते इति कृत्वा व्यतिरेकस्थले वयं स्मः, अतः हेत्वभावभावः इति अत्र उक्तम् इति. हा हा हा, न तदपि सत्यमेव, अहं सत्यं नास्ति इति न उक्तवती. अपि च अत्र केवलं व्यतिरेकव्याप्तिः इत्येव नास्ति, तत्र अन्यत्रापि हेत्वाभावस्य प्रतियोगी हेत्वाभावाभावः इति वक्तुं शक्नुमः. परन्तु तथा किञ्चित् कथं वदामः, तत्र इन्फिनिटि पर्यन्तं तथा गन्तुं शक्नुमः वस्तुतः न्यायशास्त्ररीत्या चिन्तयामः. किमर्थम् इत्युक्ते भगिनि, अहं पूर्वमपि पृष्टवान् आसीत् यस्य कस्यापि, प्रतियोगी इत्युक्ते यस्य अभावः सः प्रतियोगी इति आगच्छति, अभावस्य प्रतियोगी भवति वा इत्युक्ते उत्तरं प्राप्तम्. अभावस्य प्रतियोगी इति कदापि न वक्तुं शक्यते. किमर्थम् इत्युक्ते यस्य अभावः सः एव प्रतियोगी इति भवति चेत् अभावस्य प्रतियोगी किम् इति न वक्तुं शक्यते किल यदा कदापि. अभावस्य, हा, यस्य अभावस्य प्रतियोगी इत्युक्ते हेतु अभावस्य प्रतियोगी हेतुः एव खलु. तत्र तत्तु सत्यं, परन्तु तत्र चिन्तनक्रमः तथापि भवितुम् अर्हति. तदेव इत्युक्ते वस्तुतः हेतु अभावस्य प्रतियोगी इत्युक्ते किं, हेतु अभावस्य प्रतियोगी इत्युक्ते अत्र हेतु अभावः नास्ति खलु. इत्युक्ते हेतु अभावस्य, यदा हेतु अभावस्य नाशः भवति तदा हेतु अभावस्य प्रतियोगी इति वदामः. इत्युक्ते हेतोः आनयनेन हेतु अभावः नश्यति, इदानीं हेतु अभावः नास्ति खलु. इत्युक्ते किं, हेतु अभावस्य अभावः अस्ति. आम्, तर्हि हेतु अभावः इति वक्तुं शक्नुमः तावत्. आम् आम् आम् आम् अस्तु. अग्रे महोदय. तृतीयं च, यत्र यत्र हेत्वभावाभावः तत्र तत्र साध्याभावाभावः. तत्र तृतीयवाक्यस्य हेत्वभावाभावः द्वितीयवाक्यस्य हेत्वभावः इत्यस्य प्रतियोगिस्वरूपः. तत्र एव मम किञ्चित् क्लेशः अस्ति भगिनी. तत्र प्रतियोगी इति पदस्य उपयोगं न कर्तव्यम् इति अहं चिन्तयामि. किमर्थम् इत्युक्ते अभावस्य प्रतियोगी भावपदार्थमेव भवति, न तु पुनः अभावः इति न भवत्येव. प्रतियोगिस्वरूपः हेत्वभावः इत्यस्य प्रतियोगिस्वरूपः, हेत्वभावाभावः हेत्वभावः इत्यस्य प्रतियोगिस्वरूपः इति वदति चेत् तद् असमीचीनम् इति अहं चिन्तयामि. तदर्थमेव अहम् उक्तवती. इत्युक्ते प्रतियोगिस्वरूपः इत्युक्ते तत्र वस्तुतः हेतु अभावः नास्ति खलु. इत्युक्ते हेतु अभावाभावः इति. आम्, यद्यपि हेत्वभावः नास्ति तावद् अहम् अङ्गीकरोमि, किन्तु प्रतियोगी इति पदम् उपयोगं कुर्मश्चेत् तत्र प्रतियोगी इति पदम् अभावस्य विषये न वक्तव्यम्. किमर्थमित्युक्ते तत्र यदा भवत्या उक्तं इन्फिनिट् रिग्रेशन् भवति, यस्य अभावः रिग्रेशन् इति नास्ति खलु वस्तुतः. इत्युक्ते इन्फिनिट् पर्यन्तं गन्तुं शक्नुमः इत्येव उक्तवती. तत्र वस्तुतः रिग्रेशन् इति नास्ति खलु, यतोहि हेतु अभावाभावः इत्युक्ते हेतुः एव, पुनः हेतु अभावाभावाभावः इत्युक्ते हेतु अभावः एव इति वयं तत्र शब्दशैली तथा प्रयोगं कर्तुं शक्नुमः. परन्तु वस्तुतः अन्ततो गत्वा वाक्यद्वयमेव खलु. इत्युक्ते यत्र हेतुः तत्र साध्यं, यत्र साध्याभावः तत्र हेतु अभावः इति. आम् आम्. तत्र केवलं तत्र व्यतिरेकव्याप्तेः, तत्र व्यतिरेकव्याप्ति यतोहि तदभावे तदभावः इत्येव व्यतिरेकव्याप्तिः खलु. तर्हि अभावस्य आधारेण इदानीं वयं कथं तत्र पक्षे धूमः अस्ति इति साधनीयम् इत्येव भवति. तदर्थमेव इदानीम् अभावं स्वीकृत्य वयं अत्र चर्चा भवति. इत्युक्ते प्रतियोगस्वरु तृतीयवाक्यस्य हेत्वाभावाभावः, द्वितीयवाक्यस्य हेत्वभावः इत्यस्य प्रतियोगिस्वरूपः इति वदामश्चेत् तत् समीचीनम् एव इति स्वीकरणीयं. सत्यम्. अभावस्य अभावः अभावस्य प्रतियोगी भवति, भवितुमर्हति इति. अस्तु, अनेन सर्वं सुलभं. यत्र यत्र वह्यभावः तत्र तत्र धूमाभावः इति द्वितीयवाक्यं सत्यमेव. आम्, वह्निः यत्र यत्र नास्ति तत्र तत्र धूमः अपि नास्ति इति सत्यमेव. किन्तु अस्मिन् पर्वते धूमाभावः नास्ति. इदानीं पक्षे पर्वते धूम अभावः नास्ति इत्युक्ते धूमः अस्ति इति कृत्वा धूम अभावः नास्ति. अतः धूम अभावः धूमाभावाभावः अस्ति. धूमः अस्ति इत्यस्मिन् स्थले धूमाभावाभावः अस्ति इति वक्तुं शक्यते. धूमाभावाभावः च धूमाभावस्य प्रतियोगिस्वरूपः. आम्, धूमाभावाभावः धूम अभावस्य प्रतियोगिस्वरूपः. धूमाभावाभावः इत्युक्ते धूमः एव इति कृत्वा धूमाभावस्य प्रतियोगिस्वरूपः एव धूमाभावाभावः. एकक्षणं महोदय, तत्र एतावत्पर्यन्तं तत्र स्पष्टं वा सर्वैः? तत्र प्रश्नः अस्ति वा तत्र कथं तत्र द्वितीयवाक्यस्य प्रतियोगिस्वरूपः भवति तृतीयवाक्यम् इति तत् सर्वम्? अस्तु, तर्हि विद्याशङ्कर् महोदय, भवान् अग्रे पठति वा किञ्चित्? आम् अवश्यं. धूमाभावाभावः च धूमाभावस्य प्रतियोगिस्वरूपः. तस्मात् साध्याभावव्यापकीभूताभावः अस्मिन् यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति अर्थः अन्तर्गतः. इत्युक्ते अत्र साध्यः वह्निः, वह्न्यभाव यत्र अस्ति तत्र हेत्वभावः अस्ति इति पूर्वं पठितं. साध्याभावव्यापकीभूत इत्युक्ते वह्न्यभावव्यापकीभूत अभावः इति हेत्वभावः. साध्य अभावव्यापकीभूतभावः भूताभावः. वह्न्यभावव्यापकीभूताभावः हेतु अभावः. तत्र अत्र अस्मिन् परिच्छेदे तृतीयवाक्यं पठतु महोदय. तत्र साध्याभावं प्रति भावं प्रति हेत्वाभावः व्यापकः, तस्य च प्रतियोगी हेतुः. तत्र प्रथमभागे तत्र साध्याभावं प्रति हेत्वभावः व्यापकः इति अस्ति खलु. व्यापकीभूत इत्युक्ते तत्र मम क्लेशः अस्ति. साध्य अभाव व्यापकीभूत अभावः यत् अस्ति तस्य अभावः तस्य प्रतियोगी हेतुः. तस्य प्रतियोगिहेतुः, सत्यम्. अत्र साध्याभावः इत्युक्ते भवान् अवगच्छति खलु. साध्याभावस्य व्यापकः कः? साध्याभावस्य व्यापकः धूमाभावः. हा, इत्युक्ते हेत्वाभावः. हेत्वाभावः. हा, व्यापकीभूताभावः इत्युक्ते तत्र साध्याभावस्य व्यापकस्वरूपेण यः अभावः हेत्वभावः. यः व्यापकः तस्य अभावः हेतु अभावः इति अर्थः अन्तर्गतः. हा, इत्युक्ते तत्र वस्तुतः साध्याभावव्यापकीभूताभावः इत्युक्ते साध्याभावः साध्याभावस्य व्यापकः हेत्वभावः इत्युक्ते साध्याभावस्य व्यापकः हेत्वभावः इत्युक्ते किं? यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति आगच्छति खलु. तत्र व्यापकीभूत अभावः हेतु एव हेतुः न हेत्वभावः खलु व्यापकीभूत तस्य अभावः साध्याभावस्य व्यापकः अभावः इति न व्यापकीभूत अभावः यः तत् स्वरूप अभावः व्यापकीस्वरूप अभावः साध्याभाव व्यापकीस्वरूप अभावः हेतु अभावः एव यतोहि हेतु अभावः व्यापकः साध्याभावः अत्र व्याप्यः तस्मात् यस्मिन् अस्मिन् यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति अर्थः अन्तर्गतः. अस्तु, नाम द्वितीये वाक्यम् अनेन व्यक्तीकृतं. द्वितीयवाक्यं किम् आसीत्? द्वितीयवाक्यमासीत् यत्र यत्र व्यापकाभावः तत्र तत्र तत्र व्याप्याभावः. तदा साध्याभावव्यापकीभूताभावस्य प्रतियोगी तस्य प्रतियोगी हेतुभावः हेतुः एव. तर्हि हेत्वाभावाभावः अस्ति इति कारणतः साध्याभावाभावः अपि अवश्यं. महोदय क्षम्यतां, तत्र इतोपि वाक्यद्वयमस्ति खलु तत्पूर्वं प्रतियोगी इत्यनेन. प्रतियोगी इत्यनेन हेत्वाभावाभावः नाम तृतीयवाक्यस्य प्रथमं पदम्. अस्तु, तृतीयवाक्यस्य प्रथमं पदमासीत् यत्र यत्र व्याप्याभावाभावः तत्र तत्र व्यापकाभावाभावः इत्युक्ते धूमाभावाभावः वक्ष्ण्याभावाभावः. तत्र यत्र यत्र धूमाभावाभावः तत्र तत्र वक्ष्ण्याभावाभावः. प्रतियोगी इत्यनेन हेत्वाभावाभावः नाम धूमाभावाभावः इत्युक्ते तृतीयवाक्यस्य प्रथमं पदं. द्वितीयवाक्यं सत्यम् अस्ति चेत्, हेत्वाभावाभावः अस्ति चेत् तृतीयवाक्यम् अपि सत्यम् इति जानीमः. हेत्वाभावाभावः अस्ति चेत् साध्याभावाभावः अपि भवेत्. न, द्वितीयवाक्यं तत् नास्ति खलु. द्वितीयवाक्यं किम् आसीत्? द्वितीयं वाक्यम् आसीत् यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति. यत्र यत्र साध्याभाव व्यापकभावः तत्र व्याप्याभावः इति द्वितीयं वाक्यं. तद्वितीयं वाक्यं सत्यमस्ति चेत् तृतीयवाक्यमपि सत्यं. तत्तु वयं पूर्वं पुनः. तर्हि हेत्वाभावाभावः अस्ति इति कारणतः साध्याभावाभावः अपि अवश्यमस्ति. तर्हि हेत्वाभावाभावः इत्युक्ते हेतुः धूमः अस्ति चेत् तस्मात् साध्याभावाभावः इत्युक्ते साध्यः वह्निः अवश्यमस्ति. साध्याभावाभावः इत्युक्ते साध्यमेव, अतः साध्यम् अस्ति इति आगच्छति. अनेन च व्यतिरेकव्याप्त्या नाम अभावस्य व्याप्त्या साध्यस्य अस्तित्वं सिद्ध्यति. एवं च द्वितीयतृतीयवाक्याभ्याम् अनुमतिः इति ज्ञानं भवति. अस्तु, व्यतिरेकव्याप्तिस्थले किम् अस्माभिः दृष्टम् एतावत्? यत्र यत्र हेत्वाभावः यत्र यत्र हेत्वाभावाभावः तत्र साध्याभावाभावः अपि भवेत्. अत्र पर्वते हेत्वाभावाभावः अस्ति इति हेतुः अस्ति, तस्मात् साध्याभावाभावः अपि अवश्यम् अस्ति. साध्यः अस्ति, वह्निः अस्ति, एवं साध्यम् अस्ति इति अनुमितिज्ञानं सिद्धं ज्ञानं भवति. सत्यं. तर्हि तादृशप्रतियोगी अस्ति हेतुः, प्रतियोगित्वं हेतौ अस्ति, तादृशप्रतियोगित्वमेव इदानीं व्यतिरेकव्याप्तेः स्वरूपम्. अत्र अनुमितिः कथम् अर्थं किम्? अनुमितिः इत्युक्ते अनुमितिः इति एकप्रकारकं ज्ञानं खलु. अनुमानेन यः ज्ञानम् उदेति अस्माकम् आत्मनि तदस्ति अनुमितिः इति. विच् अनुमतिः इत्र इत्युक्ते एक क्रियापदः अस्ति न अनुमितिः अनुमितिः इति तत्र क्रियापदं नास्ति क्रियापद न अस्तु अस्तु अस्तु अस्तु तत् तर्हि एतत् इदानीं व्याप्ति क्षम्यतां व्यतिरेकव्याप्तेः स्वरूपम् इति तत्र स्पष्टम् अस्ति स्यात् तर्हि अग्रे पठेम वा प्रश्नः वा अथवा किमपि चिन्तनम् अस्ति चेत् इदानीं वदतु नो चेत् अग्रे गन्तुं शक्नुमः इत्युक्ते अत्र सारांशत्वेन यत्र यत्र हेत्वाभावाभावः अस्ति तत्र तत्र साध्याभावाभावः अस्ति इति व्यतिरेकप्रसङ्गे विषये वदामः किल यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यमस्ति इति अन्वयव्याप्तिप्रसङ्गे आसीत् अत्रापि समानवाक्यमपि वक्तुं शक्नुमः किल अहं जानामि अत्र साध्यस्य विषये अत्र प्रथमं वदामः परन्तु अत्रापि यत्र यत्र हेत्वभावभावः अस्ति तत्र तत्र साध्याभावाभावः अस्ति इति अपि वक्तुं शक्नुमः वा वस्तुतः यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इति वदामः चेत् तत्तु हा अन्वयव्याप्तिः एव खलु यतोहि यत्र यत्र हेतुः तत्र तत्र साध्यः इत्येव वदामः तत्र वस्तुतः द्वितीयं वाक्यमेव तत्र उदाहरणवाक्यं पश्यतु यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति स्वीकृत्य परन्तु इदानीम् अस्माकं दृष्टान्ते तत्र पक्षः तथा नास्ति यत्र यत्र साध्याभावाभावः यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इत्युक्ते यत्र यत्र धूमाभावः क्षम्यतां यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः एताह्रदः इति वयम् उदाहरणम् उक्तवन्तः परन्तु अस्मिन् पक्षे तथा नास्ति अस्मिन् पक्षे हेत्वभावः नास्ति इति कृत्वा तत्र पुनः तृतीयवाक्यम् उपयुज्य तर्हि तत्र द्वितीयतृतीयवाक्ययोः मेलनेन वस्तुतः व्यतिरेकव्याप्तिः सिद्ध्यति एकवारं तत्र शास्त्रे वाक्यमासीत् द्वितीयवाक्यं तत्र व्यतिरेकव्याप्तिस्थले साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति व्यतिरेकव्याप्तिः वाक्यं न वा आरम्भे आसीत् पुनः एकवारं अवगन्तुम् इच्छामि साध्याभावव्यापकीभूत इत्युक्ते हेतुभावः प्रतियोगित्वं हेतौ अस्ति तादृशहेतुः अत्र अस्ति पक्षे अस्ति इति व्याप्तिः हा इत्युक्ते हा सत्यम् इत्युक्ते तत्र साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति वस्तुतः व्याप्तिः खलु इत्युक्ते प्रतियोगित्वं हेतौ अस्ति हेतौ तादृशव्याप्तिः अस्ति कीदृशव्याप्तिः इत्युक्ते व्यतिरेकव्याप्तिः व्यतिरेकव्याप्तिः इत्युक्ते किम् इति प्रश्ने सति तत्र साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति अन्ततो गत्वा सत्यं तादृशहेतुः यस्मिन् व्यतिरेकव्याप्तिः अस्ति सः पक्षे अस्ति अस्तु तर्हि अग्रे सरेम वा तर्हि पुष्पा भगिनी भवती अग्रे पठति वा उक्तं यत् साध्याभावव्यापकीभूता एकनिमिषं व्यापकीभूताभावप्रतियोगित्वम् इति व्याप्तिः अस्तु साध्याभावं प्रति हेत्वाभावः व्यापकः तस्य च प्रतियोगी हेतुः तस्मिन् प्रतियोगिनि यत् प्रतियोगित्वं तस्मिन् प्रतियोगिनि यत् प्रतियोगित्वं तदेव व्याप्तिः भवति एषा व्याप्तिः साध्यस्य व्यतिरेकव्याप्तिः अनेन साध्यस्य व्यतिरेक्याप्ति व्यतिरेकव्याप्तिः कुत्र आगता इयं व्याप्तिः हेतौ एव आगता यया रीत्या अन्वयव्याप्तिस्थले तादृशं सामानाधिकरण्यम् इति व्याप्तिः हेतव तया एव रीत्या व्यतिरेकस्थले तादृशं प्रतियोगित्वम् इति व्याप्तिः हेतव उभयत्र साध्यं प्रति व्याप्य हेतुः इत्येव साध्यं प्रति व्याप्य हेतुः इत्येव परन्तु अत्र सा व्यतिरेकव्याप्तिः व्याप्यः हेतुः एव हेतुः व्याप्यः भवति चेत् तस्य व्यापकं भवति साध्यम् इति व्याप्येन व्यापकः सिद्ध्यति अस्तु उक्तं यत् साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति व्याप्तिः तत्र वदति व्याप्तिः तु साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति अस्तु साध्याभावं प्रति हेत्वाभावः व्यापकः तस्य च प्रतियोगी हेतुः हा इदानीं विवरणं कृतवान् कृतं न साध्याभावः भावं प्रति हेत्वाभावः व्यापकः तस्य प्रतियोगी हेतुः कस्य प्रतियोगी हेतुः हेत्वाभावस्य तस्मिन् प्रतियोगिनि यत् प्रतियोगित्वं तदेव व्याप्तिः भवति एषा व्याप्तिः साध्यस्य व्यतिरेकव्याप्तिः अस्ति तस्मिन् तत्तु प्रतियोगी हे तस्मिन् तु प्रतियोगी हेतुः तस्मिन् प्रतियोगिनि तस्मिन् हेतुः तु सप्तमी विभक्ति किं हेतुः हेतेन हेतौ हेतौ प्रतियोगिनि यत् प्रतियोगित्वं तत् एव प्राप्तिः एषा व्याप्तिः साध्यस्य व्यतिरेकव्याप्तिः अस्तु तत्र व्यतिरेक रेकव्याप्तित्वं विषये अत्र अस्ति एतत् वाक्यं व्याप्तिः साध्यस्य व्यतिरेकव्याप्तिः इति अनेन साध्यस्य व्यतिरेकव्याप्तिः कुत्र आगता, कथम् अत्र तत्र भगिनि कथम् इति न, अत्र कुत्र कुत्र आगतः इत्युक्ते तत्र प्रतियोगी अस्ति हेतुः, तर्हि हेतौ विद्यमानं यत् प्रतियोगित्वम् अस्ति तदेव व्याप्तिः, परन्तु कीदृशव्याप्तिः इत्युक्ते व्यतिरेकव्याप्तिः, व्याप्तिः तु सर्वदा साध्यस्य एव भवति, साध्यस्य व्याप्तिः हेतौ भवति, कीदृशव्याप्तिः इत्युक्ते व्यतिरेकव्याप्तिः, तर्हि व्यतिरेकव्याप्तिः अपि तत्र इदानीं हेतौ एव भवति इति एव अस्ति अत्र. यथा वयं तत्र अन्वयव्याप्तिप्रसङ्गे हेतौ व्याप्तिः अस्ति, अन्वयव्याप्तिः हेतौ अस्ति इति उक्तवन्तः, तद्वत् अत्रापि व्यतिरेकव्याप्तिप्रसङ्गे अपि हेतुः हेतौ एव भवति व्यतिरेकव्याप्तिः इति. इयं व्याप्तिः हेतौ एव आगता, इदानीं त्वमेव उक्तं, यया रीत्या अन्वयव्याप्तिस्थले तादृशं समानाधिकरणम् इति व्याप्तिः हेतौ, तया एव रीत्या व्यतिरेकस्थले तादृशं प्रतियोगित्वम् इति व्याप्तिः हेतौ. तत्तु व्ययारीत्या अन्वयव्याप्तिस्थले, तत्तु अन्वयव्याप्तिस्थले पश्यामः चेत् तादृशः समानाधिकरण्यम् इति व्याप्तिः हेतौ, हेतौ समानाधिकरणं करण्यम् अस्ति. कस्य समानाधिकरण्यम् अस्ति हेतौ? व्याप्तिः न हेतौ व्याप्तिः अस्ति, हेतौ तत् यः समानाधिकरण्यम् अस्ति तदेव व्याप्तिः. कीदृशम् इत्युक्ते यद्वयं पूर्वं दृष्टवन्तः खलु, हेत्वाधिकरणवृत्ति, अत्यन्त अभाव साध्यसामानाधिकरण्यम् इति, तादृशं सामानाधिकरण्यम् अस्ति हेतौ यत् अन्वयव्याप्तिः अस्ति. इदानीं तत्र तादृशं प्रतियोगित्वं, कीदृशं प्रतियोगित्वम् इत्युक्ते यद् भवती पूर्वं पठितवती साध्याभावव्यापकीभूत प्रति अभावप्रतियोगित्वम् इति, तदेव व्यतिरेकस्थले तद्भवति व्याप्तिः, तदपि अस्ति हेतौ. तर्हि आहत्य अन्ततो गत्वा उभयत्रापि, इत्युक्ते अन्वयव्याप्तिप्रसङ्गे अपि अपि च व्यतिरेकव्याप्तिप्रसङ्गे अपि साध्यस्य साध्यस्य व्याप्तिः भवति हेतौ, परन्तु एकत्र अस्ति व्यतिरेकव्याप्तिः, अन्यत्र अस्ति अन्वयव्याप्तिः इति एव भेदः. तर्हि अन्ततो गत्वा सर्वत्र व्याप्येन एव व्यापकः सिद्ध्यति, परन्तु अन्वयप्रसङ्गे व्याप्यः अस्ति हेतुः, व्यापकः अस्ति साध्यं, परन्तु व्यतिरेकप्रसङ्गे साध्याभावः अस्ति व्याप्यः, हेत्वाभावः अस्ति व्यापकः इत्येव भेदः. अस्तु, हेतुः व्यापकः आगच्छति, हेत्वभावः व्यापकः भवति. हेत्वभावः व्यापकः, साध्य भावः व्याप्यः न, हेतुः व्याप्यः भवति, हेतुः व्याप्यः भवति व्यापक व्यापक. भगिनि एकक्षणम्, अन्वयव्याप्तिप्रसङ्गे हेतुः व्याप्यः भवति, साध्यं व्यापकः भवति, साध्यः व्यापकः भवति. व्याप्तिप्रसङ्गे साध्याभावः व्याप्यः भवति, हेत्वाभावः व्यापकः भवति. अस्तु, तर्हि सुनील् महोदय भवान् अग्रे पठति वा? क्षम्यतां भगिनि, किमपि उक्तवती वा? व्याप्येन व्यापकः. हा सत्यम्. क्षम्यतां, कृपया पुनः एकवारं अत्र व्याप्तिः पदस्य तत्र किञ्चित् भ्रमः अस्ति इदानीमपि मम. साध्यस्य व्याप्तिः भवति हेतौ इति उक्तवती किल? सत्यं. तत्र व्याप्तिः इति पदं तत्र अवगमनं सम्यक् नास्ति. साध्यस्य व्याप्तिः भवति हेतौ इति वदति चेत् तत्र व्याप्तिः इति पदस्य कथम् अवगन्तव्यम् इति तत्र किञ्चित् प्रदीयाति इति न? इत्युक्ते व्याप्तः इत्युक्ते हेतुः अथवा धूमः इति चिन्तयामः. व्यापकः इत्युक्ते साध्यः इत्युक्ते इदानीं वह्निना व्याप्यः धूमः इति अवगच्छति खलु? आम्. इत्युक्ते वह्निव्याप्यः धूमः. आम्. वह्निव्याप्य धूमवान् पक्षः इति वयं पूर्वं दृष्टवन्तः. अत्र वह्निना व्याप्यः धूमः तद्वान् पक्षः इति तत्र वयं तस्य विषये अपि किञ्चित् चर्चामपि कृतवन्तः, भवान् स्मरति वा इति. आमामां. हा, तर्हि तत्र वह्निना व्याप्यः धूमः इति. तर्हि इदानीं वह्निना व्याप्यः धूमः इति अस्ति चेत् धूमे वह्नेः व्याप्तिः अस्ति खलु? व्याप्तिः इत्युक्ते व्याप्तित्वम् इति वा? व्याप्तिः इत्युक्ते व्याप्तित्वं नास्ति खलु. व्याप्तिः किमर्थं व्याप्तिः इत्युक्ते व्याप्तित्वं? तस्य साध्यव्याप्यः हेतुः तावत्पर्यन्तं मया अवगतं. साध्येन व्याप्यः हेतुः इति साध्यव्याप्यः हेतुः इति. साध्यव्याप्यः हेतुः चेत् हेतौ व्याप्तिः अस्ति खलु? व्याप्तिः इति कीदृशपदं भगिनि व्याकरणदृष्ट्या? महोदय, अहं किमपि वदामि वा भगिनि? वदतु महोदय, निश्चयेन. अत्र आरम्भे अस्ति करपत्रे उपरि अस्ति एतादृशहेतु एतादृशहेतुसाध्ययोः सम्बन्धस्य नामकरणं भवति अन्वयव्याप्तिः. यत्र हेतुसाध्ययोः सहचारः तदेव व्याप्तिः इति पूर्वं वर्गे अपि उक्तम् इति मया मम स्मरणमस्ति. कुत्रचित् अन्वयसहचारः व्यतिरेकव्यभिचारः इति अपि वक्तुं शक्यते. व्याप्तिस्थले सहचारः अपि ते वदन्ति कुत्रचित्. आम्, किन्तु तत्र केवलं सप्तमी वयं हेतौ व्याप्तिः साध्यस्य व्याप्तिः अस्ति इति वदामश्चेत् हेतौ तत्र एव मम किञ्चित् क्लेशः अस्ति अवगमने. यदा व्याप्तित्वम् इति मया किमर्थम् उक्तम् इत्युक्ते तत्र प्रतियोगित्वम् इति हेतौ अस्ति इति वदामश्चेत् मया अहम् अवगच्छामि. किन्तु व्याप्तिः इति कीदृशपदम्? हा, व्याप्तिः इत्युक्ते तत्र कृदन्तपदमिति चिन्तयामि. तत्र तत्र कीदृश प्रत्ययः इति इदानीं सम्यक्तया न स्मरामि, किञ्चित् दृष्ट्वा वक्तुं शक्नोमि. परन्तु अत्र पूर्वमपि किञ्चित् अस्ति. इत्युक्ते व्याप्यः इत्युक्ते व्याप्तिमान् इति तत्र किञ्चित् तत् पुनः एकवारं पठितुं शक्नुमः. भवतः भ्रमः तेन प्रायः गच्छति. तत्र मम भ्रमः किम् इति भवती अवगतवती किल? किञ्चित् सम्यक्तया न अवगतवती, तदर्थमेव समाधानम् अपि किञ्चित् अशक्या अस्मि. तावत्पर्यन्तं साध्यव्याप्यः हेतुः तदहम् अवगच्छामि. किन्तु तदनन्तरं भवती वदति किल हेतौ साध्यव्याप्तिः अस्ति इति. साध्ये तादृशमपि साध्ये किम् अस्ति इति वदतु कृपया. न इत्युक्ते तत्र व्याप्यः इत्युक्ते व्याप्तिमान् इति वयं पूर्वं दृष्टवन्तः. इत्युक्ते तत्र अन्वयव्याप्तिः प्रसङ्गे किञ्चित् आरम्भे यदा वयं पठितवन्तः तत्र व्याप्यः इत्युक्ते व्याप्तिः तस्मिन् अस्ति इति कृत्वा व्याप्यः व्याप्तिमान् अस्ति यः व्याप्तिमान् अस्ति सः व्याप्यः इति कृत्वा तत्र व्याप्ये व्याप्तिः अस्ति इति अपि वयं चर्चितम् आरम्भे. तेनैव आगतं हेतौ व्याप्तिः अस्ति इति. एवं कुर्मः महोदय तत्र अहम् इदानीं इतोपि किञ्चित् अग्रे वदतु. व्याप्ये व्याप्तिः अस्ति इति उक्तवती किल. व्याप्ये व्याप्तिः अस्ति सत्यं. व्याप्यः इत्युक्ते किम् इति मया अवगतं. व्याप्ये व्याप्तिः अस्ति. व्यापके किमस्ति? व्यापके तादृशं किमपि नास्ति इति मन्ये. तदर्थमेव यतोहि व्यापकेन आवृतं भवति खलु व्याप्यः. तदर्थं व्याप्ये व्याप्तिः भवति. व्यापकेन व्याप्यः आवृतं तदहम् अवगच्छामि. तदर्थमेव व्यापकः इति अधिकदेशवृत्तिः, व्याप्यः इति न्यूनदेशवृत्तिः अपि वयं उक्तवन्तः. आम्. तर्हि व्यापकेन आवृतं भवति व्याप्यः इति कृत्वा व्याप्ये व्याप्तिः अस्ति इत्युक्ते व्याप्तिमान् भवति व्याप्यः. अस्तु एवं कुर्मः महोदय, इदानीं किञ्चित् अग्रे पठेम. अहं ई पत्रं प्रेषयिष्यामि तत्र तत्र परिच्छेदं स्थाप्य तत् किञ्चित् पुनः पठतु. प्रश्नः अस्ति चेत् पुनः चर्चां कर्तुं शक्नुमः. धन्यवादः भगिनि. अस्तु क्षम्यता विद्याशङ्कर महोदय, इतोपि किमपि वक्तुम् इच्छति वा? मम स्मरणं यत् तत्र स्वरूपदस्य वर्गे भवती एव पृष्टवती व्याप्तिः साध्ये अपि अस्ति वा इति. महोदय उक्तवान् केवलं यथा भवती उक्तवती हेतौ एव व्याप्तिः न साध्ये. यः व्यापः तस्मिन्नेव व्याप्तिः, तत्रैव व्याप्तिः. धन्यवादः. तावदेव मम सारणम्. अस्तु तर्हि सुनील महोदय, भवान् किञ्चित् अग्रे पठति वा? आमाम्. अधुना पर्वतः वन्यमान् धूमात् इति अन्वयव्याप्य या अनुमितिः सिद्ध्यति सा एवं रीत्या वदेम. वन्यभावव्यापकीभूताभावप्रतियोगी धूमः वन्यभावं प्रति व्यापकीभूताभावः धूमाभावः. यतोहि यत्र यत्र वन्यभावः भवति तत्र सर्वत्रापि धूमाभावः भवति. अतः वन्यभावं प्रति नाम साध्याभावं प्रति व्यापकीभूताभावः हेत्वभावः धूमाभावः. प्रतियोगी धूमः प्रतियोगित्वं धूमे सा एव व्याप्तिः. साध्याभावव्यापकीभूताभावप्रतियोगित्वं हेतो विद्यमानसाध्यस्य व्यतिरेकव्याप्तिः. अत्र इदानीं पुनः पर्वतः वन्यमान् धूमात् इति वाक्यं स्वीकुर्मः. तत्र अन्वयव्याप्य या अनुमितिः सिद्ध्यति सा एवं रीत्या वदामः. तत्र अनुमितिः कथं सिद्ध्यति इति पश्यामः. वन्यभावव्यापकीभूताभावप्रतियोगी धूमः. पूर्वमत्र हेत्व नास्ति. साध्यभाव व्यापकीभूतभावप्रतियोगी हेतुः इति वयं दृष्टवन्तः. तदेव अत्र अस्ति. इत्युक्ते साध्याभावं प्रति हेत्वभावः व्यापकः इति एव अस्ति. तत्र वन्यभावव्यापकीभूत अभावप्रतियोगी अस्ति धूमः, पुनः तदेव अस्ति अत्र वन्यभावं प्रति व्यापकीभूत अभावः धूमाभावः। अतः अत्र यत्र यत्र वन्यभावः भवति तत्र तत्र सर्वत्रापि धूमाभावः भवति। यत्र यत्र वन्याभावः भवति तत्र सर्वत्रापि धूमाभावः भवति। परन्तु अत्र धूमः व्यापक धूमाभावः व्यापकः वन्याभावः व्याप्यः किल अभावविषये। भगिनी अस्ति वा? हरि ओम्। हरि ओम्, नमस्ते। अखिला भगिनी नास्ति वा? अखिला भगिनी अस्ति, किन्तु प्रायः म्यूट् मध्ये अस्ति इति चिन्तयामि। क्षम्यतां, क्षम्यताम्, अहं म्यूट् मध्ये आसम्, क्षम्यतां, मम दोषः। अत्र किञ्चित् भ्रमः, अत्र यतोहि यत्र यत्र वन्यभावः भवति तत्र सर्वत्रापि धूमाभावः भवति। अत्र वयं तत्र वाक्यत्रयं पूर्वं दृष्टवन्तः खलु, तत्र केन वाक्येन एतत् सङ्गच्छते इति अवगच्छति वा प्रथमम्? अत्र व्यापकाभावेन व्याप्याभावः सिद्ध्यति। इत्युक्ते यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः। परन्तु अस्मिन् स्तरे अत्र व्यापकः व्यापकाभावः धूमाभावः एव व्यापकः किल? अत्र धूमाभावः व्यापकः, परन्तु अत्र तु व्यापकाभावः खलु, इत्युक्ते हा तत्र भ्रमः किमर्थम् आगतमिति अवगच्छामि। इत्युक्ते वयं यदा तदर्थमेव तत्र पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं पश्यतु, सर्वत्र व्याप्येन व्यापकः सिद्ध्यति इति अस्ति खलु, तर्हि परन्तु अत्र व्यापकः इति प्रथमवाक्ये यदस्ति तत् स्वीकृतम्, इत्युक्ते वह्निः धूमः इति व्यापकः व्याप्यः इति चिन्तयामः चेत् वन्यभावः यत्र यत्र वन्यभावः अस्ति तत्र सर्वत्र धूमाभावः भवति एव। इत्युक्ते यदा भवान् उक्तवान् व्याप्यः व्यापकः इति चिन्तयामः चेत् तत्र पुनः यत्र यत्र व्याप्यः भवति तत्र सर्वत्रापि व्यापकः भवति इति वक्तुं शक्नुमः खलु? यत्र यत्र वन्यभावः भवति तत्र धूमाभावः अपि भवति। अतः वन्याभावं प्रति नाम साध्याभावं प्रति व्यापकीभूताभावः हेत्वाभावः धूमाभावः, अथवा धूमाभावः साध्याभावं प्रति वन्याभावं प्रति कारणं भवति। अत्र कारणमिति न, व्यापकं भवति, व्यापकं भवति। अत्र प्रतियोगी धूमः, प्रतियोगित्वं धूमे, सा एव व्याप्तिः। अत्र हेत्वाभावः तस्य प्रतियोगी अस्ति धूमः, प्रतियोगित्वं धूमे अस्ति, तदेव व्याप्तिः इति। साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति अस्ति व्याप्तिः, हेतो विद्यमानसाध्यस्य व्यतिरेकव्याप्तिः, तदेव अत्र व्याप्तिः इति अत्र उक्तम्। सम्यक्, विद्याशकर् महोदय भवान् अग्रे। एवञ्च अस्माकं व्यतिरेकव्याप्तिप्रसङ्गे पुनः पश्यतु पञ्च अवयवानाम् अन्तिमसोपानद्वयं चतुर्थं वाक्यम् उपनयवाक्यं न तथा च अयम् इत्युक्ते वह्नि अभावव्यापकीभूताभावः अभावप्रतियोगी हेतुः धूमः तद्वान् पक्षः पक्षः धूमवान् नाम धूमाभाववान् न भवति इति अर्थः पञ्चमवाक्यं निगमनवाक्यं तस्मात् न तथा तस्मात् धूमाभावभाववत्वात् न तथा न वह्नि अभाववान् तथा इत्युक्ते वह्नि अभाववान् पुनः चतुर्थपञ्चमवाक्यं सोपान अन्तिमसोपानद्वयं पुनः पश्यामः पूर्वस्मिन् परिच्छेदे यत् आसीत् आसीत् तत्सर्वं पठित्वा चतुर्थवाक्यम् उपनयवाक्यं न तथा च अयम् इत्युक्ते अयं पक्षः कीदृशः वह्नि अभावव्यापकीभूतभावप्रतियोगी हेतुः धूमः तद्वान् पक्षः अत्र व्यतिरेके व्याप्तिस्थले एकमस्ति पूर्वस्मिन् परिच्छेदे अन्वयव्याप्तिस्थले तादृशं सामानादिकरण्यम् इति व्याप्तिः अत्र व्यतिरेकव्याप्तिस्थले तादृशप्रतियोगित्वम् इति हेतो व्याप्तिः अस्ति कीदृशप्रतियोगित्वं वह्नि अभावव्यापकीभूत अभावप्रतियोगी तस्य तादृशप्रतियोगी हेतुः इत्युक्ते धूमः एव तद्वान् पक्षः इत्युक्ते पक्षः धूमवान् पक्षे पर्वते धूमः अस्ति नाम धूम अभाववान् नास्ति इति अर्थः पञ्चमवाक्यं निगमनवाक्यं ज्ञानवाक्यं तस्मात् न तथा तस्मात् इत्युक्ते धूमभाव अभावत्वात् धूमवात् न तथा न तथा इत्युक्ते न अभाववान् न वह्नि अभाववान् इति वह्नि अस्ति एव यतोहि पर्वतः पक्षः धूमवान् अस्ति इत्युक्ते धूमभाववान् नास्ति तस्मात् अवगन्तुम् अनुमतुम् अनुमानं कर्तुं शक्नुमः यत् वह्नि अभाववान् अपि अपि नास्ति वह्नि अस्ति एव इति व्यतिरेकव्याप्ति अनुमान प्रक्रिया अग्रिममपि किञ्चित् पठतु महोदय उपरि त्रिषु वाक्येषु द्वितीयवाक्यम् उदाहरणवाक्यं तृतीयवाक्यं भवति उपनयवाक्ये निगमनवाक्ययोः मेलनेन उपरि त्रिषु पूर्वं वाक्यत्रयं यत् आसीत् तस्मात् द्वितीयवाक्यम् उदाहरणवाक्यं तृतीयवाक्यम् उपनयवाक्यं निगमनवाक्यं मिलित्वा निगमनवाक्यं तृतीयवाक्यम् आसीत् अग्रे पृच्छामि वा तत्र द्वितीयवाक्यं किम् उदाहरणवाक्यं किम् इति किञ्चित् उक्त्वा अग्रे पठतु महोदय यतोहि द्वितीयवाक्यम् आसीत् यत्र यत्र वह्न्या यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इत्युक्ते यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः अत्र द्वितीयवाक्यम् उदाहरणवाक्यम् इति हा इत्युक्ते अस्माकम् उदाहरणवाक्यमपि तदेव आसीत् खलु यो यो वन्यभाववान् स सर्वापि धूमाभाववान् यथाहृतः इति तर्हि तत्र साम्यं वर्तते अपि च तत्र चतुर्थपञ्चवाक्यं पश्यामः चेत् यद्वयं तृतीयवाक्यम् इति उक्तवन्तः तदेव तत्र चतुर्थपञ्च वाक्यौ अस्ति वाक्ययोः उपनयवाक्यम् इति उच्यते चेत् किमर्थं तत्र आरम्भे वयं दृष्टवन्तः खलु भगिनी तत्र पञ्च अवयवाः व्यतिरेकव्याप्तिप्रसङ्गे अस्ति इति तत्र चतुर्थ अवयवः आसीत् उपनयवाक्यम् इति तथा च अयं तस्मात् तथा इति आसीत् अस्तु तर्हि शुकोन महोदय भवान् अग्रे पठति वा तर्हि आहत्य व्यतिरेकव्याप्तिस्थले चिन्तनम् एवं यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुर्नास्ति इति प्रथमतया, यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति. तदा यः हेत्वभाववान् न भवति सः साध्याभवान् साध्याभाववान् अपि न भवति. हेत्वभाववान् न भवति इत्यस्य अर्थः हेत्वाभावाभाववान् यस्य फलितार्थः हेतुमान् भवति. साध्याभाववान् न भवति इत्यस्य अर्थः साध्याभावाभाववान् यस्य फलितार्थः साध्यवान् भवति. हा, इदानीं निगमनरूपेण व्यतिरेकस्थले चिन्तनं किम् इति अत्र उक्तमस्ति. यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुर्नास्ति इत्येव व्यतिरेकस्थले वक्तव्यं. यस्य यदभावे तदभावः इति. यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुर्नास्ति इति प्रथमवाक्यं. यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः. साध्यं नास्ति इत्युक्ते साध्य अभावः, हेतुर्नास्ति इत्युक्ते हेतु अभावः इति एव अस्ति. तदा यः हेत्वभाववान् न भवति सः साध्याभवान् अपि न भवति. हेतु अभाववान् इत्युक्ते यस्मिन् हेतुः नास्ति इति. हेत्वभाववान् यः हेत्वभाववान् न भवति इत्युक्ते हेत्वभाव अभाववान् भवति इति पर्यवसति. हेत्वभाववान् न भवति इत्युक्ते हेत्वभाव अभाववान् भवति इति पर्यवसति. एवमेव साध्याभाववान् अपि न भवति इत्युक्ते साध्याभावभाववान् साध्याभावाभाववान् इति भवति. हेत्वाभावाभाववान् इत्युक्ते हेतुमान् एव. साध्याभावाभाववान् इत्युक्ते साध्यवान् एव इति भवति. किन्तु अन्वयस्थले हेतुमान् साध्यवान् इति स्वीकुर्मः. व्यतिरेकस्थले हेत्वाभावाभाववान् अपि च साध्याभावाभाववान् इति स्वीकुर्मः. अग्रे महोदय, अन्वयदृष्टान्तः केषुचित् स्थलेषु अप्रसिद्ध्यति. अन्वयदृष्टान्तः केषुचित् स्थलेषु अप्रसिद्ध्यति इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतौ उच्यते. तथा च अत्रापि हेतुः व्याप्यः जातः. व्याप्तिः व्यतिरेकव्याप्तिः, परन्तु तर्हि अत्र हेतुरेव व्याप्यः जातः साध्यं प्रति. नाम साध्यनिरूपितव्याप्तिः हेतौ. का व्याप्तिः? व्यतिरेकव्याप्तिः. तथा च हेतुः व्याप्यः जातश्चेत् तं प्रति व्यापकं भवति साध्यम्. एवं च व्याप्यव्यापकाभावः सिद्ध्यति. व्याप्येन हेतुना साध्यं व्यापकं सिद्ध्यति. तथा च साध्याभावव्यापकीभूताभावप्रतियोगी हेतुः तादृशहेतुमान् पक्षः इत्यनेन परामर्शः जातः. साध्यव्याप्यहेतुमान् पक्षः साध्यव्याप्य नाम साध्यनिरूपितव्यतिरेकव्याप्तिमान् हेतुमान् पक्षः इति परामर्शः. अनेन परामर्शेन व्यापकः सिद्ध्यति पक्षे. व्यापकः कः? साध्यमेव. हा, अन्वयदृष्टान्तः केषुचित् स्थलेषु अप्रसिद्ध्यति इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतौ उच्यते. कस्मिंश्चित् स्थले अन्वयदृष्टान्तः एव न भवति. व्यतिरेकदृष्टान्तं दृष्टान्तमेव स्वीकृत्य साध्यस्य साधनं भवति इति कृत्वा व्यतिरेक व्यतिरेकव्याप्त्यस्य आवश्यकता तथा च अत्रापि हेतुः व्याप्यः जातः अत्रापि इत्युक्ते कुत्र पूर्वम् आरम्भे पठितवन्तः प्रायः तत्र न अत्रापि इत्युक्ते अत्रैव खलु इत्युक्ते तत्र हेतुः पुनः व्याप्यः भवति खलु इत्युक्ते तत्र व्यतिरेकप्रसङ्गे अपि हेतुः एव व्याप्यः भवति भगिनि न श्रूयते वा हा श्रूयते किन्तु अहं कुत्र पठितवान् इति तत्र प्रथमवाक्यं पठतु महोदय अन्वयदृष्टान्तः केषुचित् स्थलेषु अप्रसिद्ध्यति इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकप्राप्तिः हेतौ उच्यते इत्युक्ते केषुचित् स्थलेषु अन्वयदृष्टान्तेन व्यवहारं कर्तुं न शक्नुमः खलु इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य तत्र अनुमानज्ञानं अनुमितिः इति ज्ञानं साधयामः परन्तु तत्रापि इत्युक्ते क्षम्यताम् अत्रापि इत्युक्ते व्यतिरेकप्रसङ्गे अपि हेतुः एव भवति व्याप्यः परन्तु व्याप्तिः व्यतिरेकव्याप्तिः भवति न तु अन्वयव्याप्तिः इति एव ओ आम् आम् आम् तत्र तथा च अत्रापि हेतुः व्याप्यः जातः सर्वत्र अन्वयस्थले अपि च व्यतिरेकस्थले अपि हेतुः एव व्याप्यः भवति व्याप्तिः व्यतिरेकव्याप्तिः परन्तु आम् किन्तु व्यतिरेकव्याप्तिः इत्युक्ते अभावं स्वीकृत्य एव व्याप्तिः वक्तुं शक्यते इति तर्हि अत्र हेतुरेव व्याप्यः जातः साध्यं तत् किमर्थं वदति अत्र इत्युक्ते सर्वत्र हेतुरेव व्याप्यः भवति किल साध्यं प्रति सत्यं न परन्तु इत्युक्ते इदानीं व्यतिरेकव्याप्तिस्थले स्मः इति कृत्वा प्रायः तत्र किञ्चित् अवधानं दत्तं तावदेव इत्युक्ते तत्र भिन्नवार्ता नास्ति तत्रापि तथैव अन्वयव्याप्ति सदृशमेव भवति इति एव आम् व्यतिरेकस्थले अपि हेतुरेव व्याप्यः भवति साध्यं प्रति नाम साध्यनिरूपणव्याप्तिः हेतौ आम् साध्यनिरूपणव्याप्तिः हेतौ अस्ति का व्याप्तिः किन्तु व्यतिरेकस्थले व्यतिरेकव्याप्तिः अस्ति हेतौ इत्येव वार्ता अत्र न तु अन्वयव्याप्तिः तथा च हेतुः व्याप्यः जातश्चेत् तं प्रति व्यापकं भवति साध्यम् आम् हेतुः व्याप्यः अस्ति चेत् व्यापकं भवति साध्यम् इति एवं च व्यापकभावः सिद्ध्यति आम् तयोः मध्ये हेतुसाध्ययोः मध्ये व्याप्यव्यापकभावः सिद्ध्यति व्याप्येन हेतुना साध्यं व्यापकं सिद्ध्यति सिद्ध्यति इत्युक्ते अस्ति एव किल सत्यम् इत्युक्ते तथा च साध्याभावव्यापकीभूत अभावप्रतियोगी हेतुः इदानीं व्यतिरेकस्थले साध्य अभावव्यापकीभूत इत्युक्ते साध्य अभावव्यापकीभूतः इत्युक्ते हेत्वभावः एव हेत्वभावप्रतियोगी हेतुः इत्येव भवति तादृशहेतुमान् पक्षः हेतुमान् पक्षः इति अन्वयव्याप्तिस्थले वदामः किन्तु साध्याभावव्यापकीभूताभावप्रतियोगी प्रतियोगी तादृशहेतुमान् पक्षः इति व्यतिरेकस्थले वदामः इत्यनेन परामर्शः जातः साध्यव्याप्यहेतुमान् साध्यव्याप्यहेतुमान् पक्षः इति परामर्शः इत्युक्ते ज्ञानं जातं भवति साध्यव्याप्य व्याप्य नाम साध्यनिरूपितव्यतिरेकव्याप्तिमान् हेतुमान् पक्षः. साध्यव्याप्य इत्युक्ते साध्यनिरूपितव्यतिरेकव्याप्तिमान् हेतुमान् पक्षः इति व्यतिरेक व्याप्तिस्थले भवति. कीदृशपक्षः कीदृशः इत्युक्ते हेतुमान् पक्षः. कीदृशहेतुमान् इत्युक्ते व्यतिरेकव्याप्तिमान् हेतुमान् इति. व्यतिरेकं किं निरूपयति इत्युक्ते साध्यमेव निरूपयति इति. साध्यनिरूपित व्यतिरेकव्याप्तिमान् हेतुमान् पक्षः इति परामर्शः सिद्ध्यति. अनेन परामर्शेन व्यापकः सिद्ध्यति पक्षे. व्यापकः इत्युक्ते अत्र वह्नि एव. व्यापकः कः? साध्यमेव इति भवति. इत्युक्ते परामर्शज्ञानम् इति आरम्भे वयं दृष्टवन्तः खलु, तत्र साध्यव्याप्यहेतुमान् पक्षः इति अथवा वह्निव्याप्य धूमवान् पर्वतः इति परामर्शज्ञानम् इति वयम् उक्तवन्तः. अत्र कीदृशं परामर्शज्ञानम् इत्युक्ते व्यतिरेकव्याप्तिस्थले तत्र साध्यनिरूपितव्यतिरेकव्याप्तिमान् हेतुः इति भवति. इत्युक्ते हेतोः हेतौ कीदृशव्याप्ति अस्ति इति प्रश्ने सति व्यतिरेकव्याप्तिः, साध्यस्य व्यतिरेकव्याप्तिः अस्ति इति. आम् आम् अस्तु. साध्येन निरूपित इत्युक्ते साध्यस्य व्यतिरेकव्याप्तिः अस्ति हेतौ इति. साध्येन निरूपितं वा साध्यस्य साध्यस्य व्याप्तिः अस्ति इति चेत् साध्येन निरूपितः व्याप्तिः खलु, इत्युक्ते अथवा साध्येन कृतं व्याप्तिः इत्यपि प्रायः वक्तुं शक्नुमः. यतोहि साध्य तत्र वह्निना आवृतम् इति कृत्वा एव तत्र हेतौ व्याप्तिः अस्ति इति वयम् उक्तवन्तः पूर्वम्. आम् आम् आम् आं भगिनि. अस्तु, तर्हि अद्य अत्र स्थगयामः. एकनिमिषं भगिनि, एकमेव वक्तुम् इच्छामि. अत्र व्याप्तिः इति कीदृशपदम् इति मया इदानीं दृष्टं. प्रायः क्तिन् इति प्रत्ययः अस्ति. क्तिन् उक्तिन् प्रत्ययः वा? अस्तु, क्तिन् प्रत्ययः. स्त्रियां भक्तिः इति भवति किल, तादृशं स्त्रियां क्तिन् इति सूत्रमस्ति. तत्र भावार्थे अकर्तरी च कारके वर्तते तिन् इति इति वदति इति चेत् इदानीं मया अवगतं. व्याप्तिः हेतौ इति कृत्वा इदानीं भवतः प्रश्नः अपि मया अवगतं वस्तुतः. तर्हि तदेव एतावत्पर्यन्तं व्याप्तिः इत्युक्ते एकं वाक्यम् इति मया अवगतं, किन्तु अत्र व्याप्तिः इति पदस्य व्याकरणदृष्ट्या भावार्थं सूचयति इति कृत्वा हेतौ तत् तादृशभावः अस्ति इति. हा सत्यं, हेतौ तत्र व्याप्तिः. हा इदानीम् अवगतम्. अस्तु भगिनि, धन्यवादः. धन्यवादः, धन्यवादः, नमस्ते.